प्रार्थना जाता किम् अभवत् किम्? नमस्कारः महोदय, प्रार्थना अभवत् किम्? मत्सरेभ्यः नास्ति इति भाति भगिनी. हा अस्तु, वदामः किं? शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये. सरस्वती नमस्तुभ्यं वरदे कामरूपिणी, विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा. गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः, गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः. पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरं. संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं. संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरं. संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्, आत्मानमाहुतं मन्ये, वन्दे संस्कृतमातरं. हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा संरक्षणं कुर्याम विश्वं शान्तिसमन्वितम्. नमस्कारः महोदय. नमस्कारः. वस्त्रस्य अवकर्तनम् अभवत् खलु, तत्र रक्तवर्णे रेखा एका दृश्य. आं महोदय, इतः आरभ्य. ततः आरभ्य. आं महोदय, एकविंशतितमम् आरभ्य पठामि. अहं प्रारम्भं करोमि किम्? अद्य तत्र पटलं दृश्यते न? दृश्यते. यां न वायुर्न चादित्यः पुरा पश्यति मे प्रियां, सेयमद्य सभामध्ये शेते भूमावनाथवत्. इयं वस्त्रावकर्तेन संवीता चारुहासिनी, उन्मत्तेव वरारोहा कथं बुद्ध्वा भविष्यति. कथमेका सती भैमी मया विरहिता शुभा, चरिष्यति वने घोरे मृगव्यालनिषेविते. आदित्यावसवो रुद्राः अश्विनौ समरुद्गणौ, रक्षन्तु त्वां महाभागे धर्मेणासि समावृता. इतोपि एकम् अस्ति वा अथवा? आम् भगिनि, एकमस्ति. एवमुक्त्वा प्रियां भार्यां रूपेणाप्रतिमां भुवि, कलिनापहृतज्ञानः नलः प्रातिष्ठदुद्यतः. वस्त्रकर्तनानन्तरं स तत्र तां दृष्ट्वा नलः चिन्तां दुःखेन चिन्तां करोति. तत्र वायुः आदित्यः अपि तां न पश्यन्ति. सा तादृशी दमयन्ती अद्य सभामध्ये अनाथवत् तत्र शेते इति. अनन्तरम् उन्मत्ता इव अस्ति इदानीम् इति अपि वदति. यदि अवगम्यते तया नलः गतवान् इति, तदा उन्मत्ता एव कथं भविष्यति इति तस्य मनसि इदानीमेव चिन्तनं. यदा यदा बुद्ध्वा कथं भविष्यति इति मम गमनं कृत्वा. एतत् अतः एव तस्य पुनः पुनः आगत्य पश्यति गच्छति एवं करोति खलु. कथम् एकाकिनी सा कथं वने वने मया विरहिता एकाकी कथं भवति इति. आमाम्, अतः देवाः एव रक्षन्तु त्वमिति आदित्या वसवो रुद्रः सर्वे मरुद्गणाः सर्वे तां त्वां रक्षन्तु इति प्रार्थयित्वा तत्र कलिना अपहृतज्ञानः अपहृतज्ञः कलिना अपहृतज्ञानः नलः प्रातिष्ठत उद्यतः प्रातिष्ठत तत्र गमनाय तस्य मनसि अस्ति इदानीं तदा तेन सह दमयन्ती आगच्छति चेत् सा अपि कष्टम् अनुभवति इति पुनः राज्यप्राप्तिः तत् कथं भवति कदा भवति किमपि न जानाति खलु तत् तावत्पर्यन्तं स्वयम् आत्मनः दोषपरिहारार्थं वने कष्टम् अनुभवितुं सः एव सिद्धः अस्ति दयन्त्या दमयन्त्याः विषये सः पश्चात्तापं करिष्यति अतः एव कथमपि सा दानी तत्र गच्छेत् इति तस्य पितुः गृहं गच्छेत् इति यतः दमयन्त्याः बुद्धि प्रमाणे तस्याः सामर्थ्ये नलस्य अतीव विश्वासः अस्ति अहं तत्र चलनचित्रं दृष्टवती तेलुगुभाषायाम् अस्ति नलदमयन्ती इति परन्तु काव्यस्य अपेक्षया सम्यक् न आसीत् इति भासते चलचित्रं भवति चेदपि तत्र साधारणतया स्वारस्यकरविषयाः विषयान् योजयन्ति खलु योजयन्ति आमाम् परन्तु यथा शाकुन्तले किञ्चित् नाटकार्थं कालिदासः केचन कांश्चन विषयान् योजितवान् स्वारस्याधिक्यार्थं तथा तत् नलदमयन्त्या योः कथायां नलोपाख्याने कुत्रापि किमपि परिवर्तनं न दृष्टम् आमां तदेव पठामि वा अग्रे हा कुत्र अस्ति अत्र अस्ति गत्वा गत्वा नलो राजा पुने पुनरेति सभां मुहुः अकृष्यमाणकलिना सौहृदेनावकृष्यते द्विधेव हृदयं तस्य दुःखितस्य अभवत् तदा दोलेव मुहुरायाति याति चैव सभां प्रति अवकृष्टस्तु कलिना मोहितप्राद्रवत् नलः सुप्तामुत्सृज्य तां भार्यां विलप्य करुणं बहु नष्टात्मा कलिना स्पृष्टस्तद्विगणयन् नृपः जगामैकां वने शून्ये भार्यामुत्सृज्य दुःखितः तावदस्ति तर्हि अध्यायस्य समाप्तिः तर्हि अत्र किम् अस्ति नलः राजा पुनः पुनः तत्र सभां गत्वा गत्वा पुनः पुनः तत्र आकृष्यमाणः कलिना आकृष्यमाणः सुहृदेन अवकृष्यते इति किम् अस्ति भगिनि महोदय सौहृदेन सौहृदेन अवकृष्यते कलिप्रवेशः अभवत् इति कारणात् तस्य प्रभावः अस्ति इति सौहृदेन इत्युक्ते तस्य प्रभावेण इत्यत्र अर्थः भवति सुहृद्भावः न भवति अत्र सौहृदेन इत्युक्ते यथा स्नेहितः साधारणतया प्रभाव स्नेहितस्य कारणेन अथवा संसर्गेण कस्यापि मनुष्यस्य आकर्षणं भवति यतः तेषामपि बुद्धिः परिवर्तनं भवति तथा सहवासेन कलेः सहवासेन तस्य देहं प्रविष्टवान् इति कारणेन एवं करोति नलः इति तस्य हृदयं तु द्विधा विभज्य बहु आमां दुःखितः भूत्वा तथा जायते तस्य डोला इव मुहुः आयाति याति चैव सभां प्रतिगच्छति पुनः आगच्छति इति डोला इव करोति अवकृष्टः सः तु कलिना अवकृष्टः मोहितः च सः प्राद्रवन् नलः तु प्राद्रवन् सुप्ताम् उत्सृज्य तां भार्यां विलप्य करुणं बहु बहु करुणं तत्र विलपनं बहुकरणं विलप्य तां भार्याम् उत्सृज्य सुप्तां भार्याम् उत्सृज्य प्रादरवत्। प्रादृवताम् नष्ट उत्सृज्य इति तत्र तत्र त्यक्त्वा जागरणम् ओ त्यक्त्वा उत्सृज्यते हा अस्तु कलिना नष्टात्मा तु सः क्षम्यतां नष्टात्मा सः कलिना स्पृष्टः तत्तद् विगणयन् नृपः पुनः तत् एतत् सर्वं विगणयन् एकां शून्ये वने जगाम इति खलु भार्याम् उत्सृज्य भार्याम् उत्सृज्य दुःखभूत्वा जगाम जगाम तदेव पुनः पुनः उक्तम् उत्सृज्य जगाम इति। यदा कलेः प्रभावः न्यूनः भवति तदा आगच्छति दपन्तीं पश्यति, तस्य प्रभावः अधिकः भवति तु उत्सृज्य गच्छति। अस्तु अपक्रान्ते नले राजन् दमयन् बृहदर्श उवाच अपक्रान्ते नले राजन् दमयन्ती गतक्लमा अबुध्यत वरारोह सन्त्रस्ता विजने वने अपश्यमाना भर्तारं शोकदुःखसमन्विता प्राक्रोशदुच्चैः सन्त्रस्ता महाराजेति नैषधं हानाथः महाराज हा स्वामिन् किं जहासि मां हा हतास्मि विनष्टास्मि भीतास्मि विजने वने ननु नाम महाराज धर्मज्ञः सत्यवागसि। कथमुक्त्वा तथा सत्यं सुप्तमुत्सृज्य कानने सुप्तामुत्सृज्य कानने कथमुत्सृज्य गन्तासि दक्षां भार्यामनुव्रतां विशेषतोऽनपकृते परेणापकृते सति। अपक्रान्ते नले नले सप्तमी सप्तमी अपक्रान्ते नले यदा यस्मिन् समये यदा नलः तां त्यक्तवान् राजन् राजन् इति सम्बोधनं युधिष्ठिरं सम्बोधनं दमयन्ती गतक्लमा गत तत्र तस्य श्रमपरिहारः किञ्चित् अभवत् यतः सुप्तवती इति निद्रानन्तरं कारणात् तस्य गतक्लमा अबुध्यत नाम इदानीं उत्थिता वरारोह वरारोह इत्युक्ते शासु चारु चारुरूपिणी इति सुन्दर सुन्दरा इति अर्थः भवति वरारोह सन्त्रस्ता त्रासम् अनुभवन्ति विजने नाम कोऽपि नास्ति निर्जने वने इदम् अबुध्यत अपश्यमाना भर्तारम् अपश्यमाना भर्तारं न दृष्टवती शोकदुःखसमन्विता शोकाकुलेन समन्विता युक्ता प्राक्रोशत् उच्चैः उच्चैः उच्चैः क्रन्दति आक्रोशं कृतवती सन्त्रस्ता भीता महाराज इति उच्चैः प्राक्रोशत् नैषधम् तं नलम् नैषधम् अपश्यमाना भर्तारं नैषधम् अपश्यमाना सा शोकदुःखसमन्विता उच्चैः प्राकोशत् नैषधम् आक्रोशत् नैषधम् नैषधम् अपश्यमाना एवम् अस्तु नैषधम् अपश्यमान भीता भूत्वा महाराज इति उच्चैः महाराज इति नैषधम् इति अस्तु हा नाथ हा महाराज हा स्वामिन् किं जहासि किमर्थं मां त्यजसि हा हतास्मि विनष्टा अस्मि भीता अस्मि विजने वने स्पष्टमेव अत्र स्पष्टम् अग्रे गच्छतु ननु नाम महाराज धर्मज्ञः सत्यवागसि भवान् तु सत्यवाक् असि धर्मज्ञश्च असि कथं मुक्त्वा मां त्यक्त्वा तथा सत्यं तथा सत्यं सुप्तामुत्सृज्य उत्सृज्य त्यक्त्वा कानने पुनः तथा सत्यं सत्यम् उक्त्वा उक्त्वा सत्यम् सत्यं उक्त्वा कथम् उक्त्वा तथा सत्यं सत्यं कथम् उक्त्वा मां कथं न त्यजसि कथं तथा सत्यमुक्त्वा इदानीं कानने सुप्तां माम् मां उत्सृज्य सृज्य गच्छति, तत् कथं भगिनि? सत्यवा खलु भवान्, त्वं सत्यवा चेदपि एवं किमर्थं कृतवान् इति. अत्र धर्मज्ञः इति एकैकस्य पदस्य अपि तत्र स्थापनं कारणं विना न भवति. सः धर्मिष्ठः, धर्मं जानाति. यदा परिणयः विवाहः अभवत् सर्वेषु समयेषु सर्वेषु कष्टकालेषु सुखदुःखेषु मम सहधर्मिणी इति खलु मन्त्रः भवति. अतः तथा उक्त्वं सत्यवाक् भवान् तथा उक्त्वा अपि एवं माम् उत्सृज्य कानने कथं गच्छसि इति. गच्छन्ति विषये किं कथम् इदं समाप्तं विशेषतः अनपकृते अनपकृत् इति अनपकृते तस्मै इति परेण अपकृते अहम् सप्तणीयम् इति, अहम् इति भवति अत्र. विशेषतः अनपकृते परेण अपकृते सति सप्तमी इति चिन्तयामि अपकृते अपकृतः अपकृते न सति इति आगच्छति खलु सति अतः तत्र इतोपि तस्य अग्रे अग्रिमे श्लोके भवति खलु मयि इति, मयि अतः तत्र अन्वेति. साधारणतया अहं विशेषतः मयि सति अनपकृते परेण अपकृते सति न. साधारणतया विशेषतः अहं कस्यापि अपकारं न कृतवती इति अर्थः. अनपकृते मयि कथं परेण अपकृते एवं भवति? अहं मयि सति तथा अहम् अस्मि तथा. गिरः सम्यक् कर्तुं नरेश्वर न शक्यसे किम् इति. गिरः इत्युक्ते वाक् काः गिरः? विवाहसमये अहं पालयामि, रक्षणं करिष्यामि इति व्रतं स्वीकृतवान् खलु. ताः गिरः सम्यक् कर्तुं, समीचीनतया प्रयोक्तुं किमर्थं भवान् न आगतवान्? अस्तु तस्यापि तथा एव अग्रिमश्लोकमपि पठतु, तदा पूर्णतया वक्तुं शक्नोति. अन्यदपि पठामि किम् यास्तेषां लोकपालानां सन्निधौ न कथिता न तद् तन्न तत्पूर्वं षष्ठः श्लोकः शक्यसे ता षष्ठश्लोकः. शक्यसे ता गिरः सम्यक् कर्तुं मयि नरेश्वर यास्तेषां लोकपालानां सन्निधौ कथिताः पुराः कथिताः पुरा. लोकपालानां देवानां समक्षं यत् कथितं या कथिताः पुराः गिरः ताः सम्यक् कर्तुं मयि यदा अहम् ईदृश्यां स्थितौ अस्मि चेदपि ताः गिरः सम्यक् कर्तुं न शक्यसे किम् इति अर्थः. तदपि कुत्र लोकपालानां सन्निधौ एतत् सर्वम् उक्तवान् भवान्, परन्तु तत् न करोति किम् इति. गिरः इत्युक्ते किं महोदय? कुत्र गिरः? वाक् वचनानि. सो गीहि तर्हि गिरौ, गीहि गिरौ गिरः गिरः भवति खलु. वाक् स्त्रीलिङ्गि वचनानि, वा? स्त्रीलिङ्गपदम्. गीर्वाक् आम् स्त्रीलिङ्गपदम्, अतः एव ताः गिरः. तथैव अहं मम चिन्तनम् आसीत् स्त्रीलिङ्गि अस्ति. धन्यवादः भगिनि. सन्ध्या भगिनी भवत्याः क्रमः खलु. अतः एव सरस्वतीदेव्याः गीर्वाणी इत्यपि नाम अस्ति खलु. गीहि इति गिरः. तु गीः एव गीः अथवा गिरः ततः गीहि गिरौ गिरः गिरः बहुवचनं गिरः. अस्तु तत्र द्वितीयभक्तौ अपि तथा एव भवति. गिरं गिरौ गिरः. सुधा भगिनी पठति वा, अनन्तरम् अहं पठामि. पुत्रमासु नाकाले विहितो वा ततः नाकाले विहितो मृत्युः मर्त्यानां पुरुषर्षभ तत्र कान्ता त्वयो सृष्टा मुहूर्तमपि जीवति परिहासोऽयम् एतावान् पुरुषर्षभ भीताहम् अतिदुर्धर्ष दर्शयात्मानम् ईश्वर दृश्यसे दृश्यसे राजन् एष दृष्टोऽसि नैषध आवार्य गुल्मैरात्मानं किं मां न प्रतिभाषसे नृणंशं नृशंसंवतराजेन्द्र यन्मामेव यन्मामेवं गतामिह विलपन्तीं समागम्य नाश्वासयसि पार्थिव सो तथा याः तेषां लोकपालानां सन्निधौ कथिताः पुरा न अकाले विहितः मृत्युः अमर्त्यानां पुरुषर्षभ हे अत्र पुरुषर्षभ भगिनी अत्र षष्ठश्लोकस्य अन्तिमः पादः अपि पठितः विवृतः अत्र नाकाले ततः आरभ्य करोतु नाकाले वा न अकाले विहितः मृत्युः अमर्त्यानां पुरुषर्षभ तत्र कान्ता त्वया त्वया उत्सृष्टा मुहूर्तम् अपि जीवति. अस्तु अमर्त्यानां मृत्युः वा अमर्त्यानां मृत्युः अकाले मृत्युः खलु मुहूर्तमपि जीवति. न ऋषिर्षभ मर्त्यानां मृत्युः अकाले न विहितः. अकाले इत्युक्ते इदानीं मम कालः अकालः खलु. इदानीं सा एकाकिनी अस्ति कान्तारे कटुकण्टकादिविषये. अत्र तादृशविषये वने अहम् एकाकिनी अस्मि. पतिः अपि त्यक्त्वा कृतवान्. अतः इदानीं मम मरणप्राप्तिः अकालः अतः अकाले भवति. अतः एव मर्त्यानां मृत्युः अकाले न विहितः इति वदति. अतः अहं मृत्युं प्राप्तुमपि अहं न अर्हः अस्मि इदानीम् इति. एतत् सर्वं दुःखम् अनुभवितव्यं मया इति. मुहूर्तमपि न जीवति मुहूर्तमपि जीवति. पर्याप्तः परिहासः अयम् एतावान् पुरुषर्षभ भीता अहम् इति दुर्धर्ष दर्श अतिदुर्धर्ष अतिदुर्दर्श क्षम्यतां दर्शयात्मन दर्शयात्मान् ईश्वर दर्शय दर्शयामि आत्मानम् ईश्वर. आत्मानम् ईश्वर. अत्र परिहासार्थम् एवं भवता तिरोहितः भवान् भवति इति चेत् तथा मा करोतु. आत्मानं दर्शय. यत्र यत्र पश्यामि तत्र सर्वत्र त्वमेव दृश्यसे राजन्. हे नैषध एषः दृष्टः असि असि नैषधः एष एषः नैषधम् निश एषः एव दृश्यसे. अत्र एषः इति न अस्ति. न एष राजन् न एषः दृष्टोऽसि इति. दृश्यसे पदे पदे परन्तु न दृष्टः असि इति. नकारद्वयमस्ति खलु. राजन् न एषः न एष दृष्टोऽसि. आवार्य वा किम् आवार्य आचार्यक आवार्य आवार्य ओ आचार्य आवार्य एव. गुल्मैः आत्मानं किं मां न प्रतिभाषसे आत्मानं किं न प्रतिभाषते एतत्तु सुलभमेव. आत्मानं गुल्मैः आवार्य मां किं न प्रतिभाषसे किम् इति. अत्र किञ्चित् एवं तिरोहितः भूत्वा मां परीक्ष्यसे किम् इति. नृशंसं बत राजेन्द्र यत् माम् एव गताम् इह विलपन्तीं समागम्य न आश्वासयसि पार्थिव. एतदपि हे पार्थिव अहो बत माम् एवम् अवगताम् इह किमर्थं न आगच्छति इति अहं तु एवं विलपन्ती गतां मां यत् माम् एवम् अत्र नृशंसम् इति अस्ति खलु. नृशंसम् इति पदस्य स्थाने नृशंस्यम् इति तद्धितान्तरूपं भवति चेत् तत्र समीचीनता दृश्यते. अन्यथा नृशंसः इत्युक्ते विशेषणं भवति. तदर्थं तस्य विशेष्यरूपेण कुत्रापि द्वितीयाविभक्तिः न दृष्टा. अतः तदपि नृशंसम् इति पुल्लिङ्गे अस्ति. अतः यत् माम् एवं गतां मां विलपन्तीम् एवं गतां मां समागम्य न आश्वासयसि. यत् तत् नृशंसम् इत्युक्ते क्रूरं क्रूरता इति अर्थः, दयाहीनता इति अर्थः नृशंसम् इत्युक्ते. तत् नृशंसम्। ओ अतः तत्र तथा मा करोतु इति अर्थः. अस्तु, संध्या भगिनी पठति वा भवती? न शोचाम्यहमात्मानं चान्यदपि किञ्चन कथं नुराजंस्तृषितः क्षुधितः श्रमकर्षितः सायाह्ने वृक्षमूलेषु मामपश्यन् भविष्यसि ततः सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना इतश्चेतश्च रुदति पर्यधावत दुःखिता मुहुरुत्पतते बाला मुहुः पतति विफला मुहुरालीयते भीता मुहुः क्रोशति रोदिति अतीव शोकसन्तप्ता मुहुर्निश्वस्य विफला उवाच भैमी निश्वस्य रुदत्यथ पतिव्रता. अस्तु, तर्हि न शोचामि अहम् आत्मानं न च अन्यदपि किञ्चन कथं तु भविता असि एकः इति त्वां नृप शोचिमि. तर्हि अहं मदर्थे दुःखं न करोमि, किन्तु त्वं कथं भविष्यसि, एकाकी एव त्वं कथं भविष्यसि इति त्वामेव अहं शोचिमि इति. उत्तमम्. कथं नु राजन् तृषितः क्षुधितः श्रमकर्षितः सायाह्ने वृक्षमूलेषु माम् अपश्यन् भविष्यसि. एतत् स्पष्टमेव अस्ति. स्पष्टम्. ततः सा तीव्रशोकार्ता प्रदीप्ता इव मन्युना, इत्युक्ते क्रोधेन प्रदीप्ता इव. क्रोधेन दुःखेन मन्युः इत्युक्ते अर्थद्वयमपि भवति, अस्तु, इदानीं तर्हि दुःखमपि दुःखेन, अस्ति कोपमपि अस्ति इति। अत्र तु प्रायेण दुःखेन अत्र एव, मुख्यतया दुःखमेव, यतः दुःखमेव. तीव्रशोकार्ता इति अस्ति खलु, अतः इतश्च रुदति पर्यधावत दुःखिता. एतदपि स्पष्टम्. मुहुः उत्पतते बाला मुहुः पतति विफला मुहुः आलीयते भीता मुहुः क्रोशति रोदिति. पुनः मुहुः इत्युक्ते पुनः उत्पतति इति भवेत्, किन्तु अत्र आर्षः अस्ति इति भाति उत्पतते इति. बाला अत्र अन्ततो गत्वा तस्य अर्थः भवति दुःखेन बहु तप्ता सा, बहु आकुला अस्ति इत्युक्ते रेस्ट्लेस् इति भवति, अतः एव मुहुः उत्पतते, मुहुः पतति विह्वला, मुहुः आलीयते भीता, आलीयते इत्युक्ते भीता भूत्वा वृक्षस्य पृष्ठतः वा कुत्रापि आत्मानं निगूढते खलु, निगूढति, अतः तदेव आलीयते। अस्तु, अनन्तरं मुहुः क्रोशति, क्रोशति रोदिति, बहु उच्चैः विलप्य क्रन्दति रोदिति अपि, क्रन्दति रोदिति. अपि। अतीव शोकसन्तप्ता मुहुः निश्वस्य विफला उवाच भैमी निश्वस्य रुदति अथ पतिव्रता. किमपि तत्र रुदति इदानीं किमपि वदति अग्रे शोकसन्तप्ता भैमी इति. इतोपि अग्रे किं वदति इति दत्तम् इति मन्ये। शोचिमि इति पदं शोचामि इति भवति खलु सामान्यतया रूपं, शोचिमि, तत्र रूपद्वयं दृश्यते, शोचामि इति अस्ति, शोचिमि इत्यपि अस्ति अस्ति, तथा भवति वा? व्याकरणज्ञाः वदन्तु। करणे तु न भवति, शोचामि इत्येव भवति, केवलं पञ्च षड्वा धातवः सन्ति, रुद् स्वप् श्वस् अन् जक्ष्, अत्र एव रोदिति स्वपिति श्वसिति एवं भवति, रोदिमि एवं, किन्तु शुच् धातुः तत्र नास्ति रुदादिभ्यः सार्वधातुके सूत्रेण। प्रायः तत्र अन्यत्र नीलकण्ठस्य टीका अस्ति खलु, किं तत्र प्रायः भवेत् इति मन्ये. हर्षप्रयोगः नो चेत्। विमलम्, अत्रापि किञ्चित् अधः दर्शयतु, श्लोकसङ्ख्या का तत्र किञ्चित् उपरि नयति वा, टीका टिप्पणी अस्ति किञ्चिदिव स्वल्पमेव, मन्युना शोकेन अस्ति किल, शोचिमि अभिशाप शोचामि. तथा दोषात्, शोचिमि शोचामि रूपद्वयमपि अस्ति. अस्तु तत्र रूपद्वयमिति अर्थः वा अथवा शोचिमि इत्यस्य अर्थः शोचामि इति इति अर्थः एव इति चिन्तयामि. कः शोचिमि भेदः इत्यस्य तत्र कः भेदः अर्थः भवति चेदपि पर्याप्तः खलु. हा इत्युक्ते तात्पर्यं किम् इति चेत् शोचिमि इति रूपम् अस्माकं वस्तुतः प्रायः नास्ति इति इति आशयः मम. तत्र टीकां दृष्ट्वा अपि तथैव मम भाति. अतः आर्षप्रयोगः इति वा अथवा रूपद्वयमपि साधु इति वा? न न आर्षप्रयोगः इति मम एवं भाति, शोचिमि इति रूपं नास्ति इत्येव. न भवति, किमर्थम् कदाचिदपि इदानीं न भवति. श्वस्य धातुः भवति चेत् श्वस्य धातुः वि श्वस् इति इत्यत्र उपसर्गेण भवति. सह विश्वसिमि इति भवति, तथा निश्वसिमि भवति, भवितुम् पृथक् अर्हति खलु. सूत्रम् अस्ति पृथक् महोदय सूत्रमस्ति तस्य. रुदादिभ्यः सार्वधातुके इति. तत्र पञ्च एव षड्वा धातवः सन्ति, तत्र एव ईडागमः भवति सार्वधातुके अपि, अत्र न भवति. विमला भगिनी भवत्याः आं भगिनि, कुत्र स्मः, कुत्र स्मः भगिनि? षोडश, पञ्चदशश्लोकाः समाप्ताः, षोडश षोडश समाप्ताः, न भगिनि षोडश अन्तिमश्लोकः अत्र पठामः. यस्याभीष यस्याभिशापात् दुःखार्थो दुःखं विन्दति नैषधः, तस्य भूतस्य नो दुःखात् दुःखमप्यधिकं भवेत्. शापं ददाति स इदानीं पतिव्रता. अस्तु. अपावचेतसं पापो य एवं कृतवान् नलम्. एकनिमिषं किञ्चित् अड्जस्ट् करोमि. पापचेतसं पापो य एवं कृतवान् नलं तस्मात् दुःखतरं प्राप्य जीवत्वसुखजीविकं जीविकां जीविकाम् एवं तु विलपन्ति सा राज्ञो भार्या महात्मनः अन्वेषमाणा भर्तारं वने श्वापदसेविते. उन्मत्तवद्भीमसुता विलपन्ति इतस्ततः हा हा राजन्निति मुहुर् इतश्चेतश्च धावति. 2021. अस्तु. तां क्रन्दमानामत्यर्थं मत्यर्थं कुररीमिव वाशतीं करुणं बहुशोचन्तीं विलपन्तीं मुहुर्मुहुः सहसाभ्यगतां भैमीम् अभ्यासपरिवर्तिनीं जग्राह अत्र जग्राह विंशति जगरो विंशतितमश्लोकपर्यन्तं वदतु पर्याप्तम्, अस्तु अतः अस्तु अग्रिमे अस्तु श्लोकात् किञ्चित् भिन्नविषयः भवति अतः. अस्तु. परन्तु 20तमे श्लोके तत्र वाक्यस्य पूर्णता न आसीत् अतः विलपन्ति ओहो, मुहुर्मुहुः न इतोपि अस्ति. अस्तु अस्तु, तर्हि पठतु तदपि. विंशतितमस्ति. तां क्रन्दमानां अत्यर्थं कुररीं वाशतीं करुणं बहु शोचन्तीं विलपन्तीं मुहुर्मुहुः सहसाभ्यगतां भैमीम् अभ्यासपरिवर्तिनीं अभ्यागताम् अभ्यागताम् सहसाभ्यागतां भैमीम् अभ्यासपरिवर्तिनीं जग्राहाजगरो ग्राहो महाकाय अस्ति खलु भगिनि. भगिनि एकविंशतितमं श्लोकमपि पठिष्यति भगिनि. तत्र द्वितीया पङ्क्तिः जग्राहजगरो जग्राहजगरो प्राहो महाकाय क्षुधान्वितः ग्राहः ग्राहः अजगरः. ग्राहो इति अस्ति खलु अत्र तत्र सूत्रं अंशः पठामि चेत् ग्राहो इत्येव वक्तव्यं खलु। हा आमां भवति तत्र अर्थः अस्ति टीकायां दृष्टवती अत्र ग्राहः इत्युक्ते यः अर्थः गृह्णाति सः ग्राहः इत्येव अतः यत्किमपि भवितुमर्हति तत्र एवं अजगरः अजगरः इति अत्र सः अपि एवं आहारार्थं गृह्णाति खलु तथा एव अन्यत् महामीनः इति वदामः खलु शार्क् तदपि करोति तथा एव इदानीं ये ईवन् यदा ग्रहणं भवति चन्द्रस्य तत्रापि ग्राह इति भवति चन्द्रस्य सूर्ये सुचन्द्रसूर्योः ग्रहणं भवति तदपि ग्रहणम् एव एवं ग्राहः इति अनेकेषु अर्थेषु भवितुम् अर्हति। इदानीं प्रारम्भं करोतु षोडशतमश्लोकात् अस्तु षोडशतम तत्र शल्यग्राहवति तत्र इयमेव ग्राहः पापचेतसं पापय एवं कृतवान् नलं तस्मात् अत्र अजगरः एव भविष्यत् एतत् कृतं सन्ध्या भगिन्या यस्याभि शापदुःखार्थो ततः तस्मात् दुःखतरं प्राप्य जीवत्व सुखजीविकां येन शापं ददाति हा दमयन्ती हा यस्य अभिशापात् नलः एवं दुःखार्थः भूत्वा दुःखं विन्दति नैषधः तस्य भूतस्य नः दुःखादपि दुःखमपि अधिकं भवेत् इति शापं ददाति केन कारणेन कः एवं कार्य नैषधस्य दुःखम् आनीतवान् अस्माकं दुःखादपि अधिकतरं दुःखं सः अनुभवेत् इति अस्तु तत्पश्चात् सा विलपन्ति तस्मिन् वने इतस्ततः भ्रमन्ति आसीत् अपापचेतसं पापौ इति तद् प्रथमं तत्र अस्ति खलु तदभवत् भगिनि तदभवत् हा 19th न 17th इट् इस् कन्फ्यूस्ड् सप्तदश कर्तव्यं तथा ये एवं सा विलपति विलपन्ति सप्तदश अपापचेतसं पापो ये एवं तदभवत् शारदा महोदया उक्तवती दत्तं तत्र कश्चन विषयः अस्ति पूर्वतनषोडशे श्लोके सः निश्चयेन दुःखं प्राप्नोति इति विषयः सप्तदशे श्लोके सः तत्रापि सः एव विषयः तदा तादृशदुःखतरं प्राप्य असुखजीविकां जीवतु इति असुखजीविकां जीवतु इति शापः तस्य पुनर्वचनमेव भवति परन्तु केवलं एवं वचनेषु शब्देषु कश्चन भेदः तावदेव तस्य पश्चात् सा भर्तारम् अन्विषति तत्र तस्मिन् गहने वने इतस्ततः भ्रमति उन्मत्तवत् भाति हाहाराजनिति विलपन्तीं ताम् इतस्ततः धावति तदा तां कुररी इव विलपति इति कुररी इति कश्चन पक्षिविशेषः कश्चन पक्षी कुररी तथा क्रन्दति वा क्रन्दति हा तथा तत्र एव अजगरः आसीत् तां समीपे एव तां गृह्णाति अत्र अभ्यासपरिवर्तनीयम् इति अस्ति खलु अत्र अभ्यास इति पदस्य अर्थः सः स्थलम् इति समीपे एव परिवर्तनीयमिति तर्हि समीपे एव सा तत्र आगच्छन्ती आसीत् तत्र कश्चन अजगरः महाकायः किं करोति अभ्यागतां तत्र आगतां हा तां सः गृह्णाति महोदय तत्र वाषति इति पदम् अस्ति खलु तस्य कः अर्थः कुररीमे वाषतिम् इत्युक्ते दुःखेन क्रन्दन्ति इति अहं चिन्तयामि पठितम् एकवारम् अत्र अधः एव टीकायां प्रायः भवेत् इति मन्ये वाषति इत्यस्य अर्थः पक्षिणः तदेव क्रोशन्तीम् इत्युक्ते कूजन्तीम् उच्चैः क्रन्दन्तीम् इति भवति. वाषन्ति विवेक् महोदय भवतः. अस्तु प्रश्नः अत्र अभ्यासः इति सकारः दृष्टः खलु, चतुर्विंशति तत्र चतुर्विंशति शा अभि तालव्यशकारः भवति अभ्याष्ये इति वदन्ति, परन्तु अत्र प्रायः भवेत् सकारः अस्ति वा न जानामि, परन्तु तस्य अर्थः समीपे इति समीपस्थप्रदेशे. अभ्यास इति कुत्र अस्ति महोदय? सहसा अभ्यागतां तस्य अभ्यागताम् इति अकस्मात् आगतं परिवर्तने अस्ति अभ्यास अतिथयः फलपरिवर्तने अतिथयः अभ्यागताः इति वदन्ति खलु, अत्र विना सूचनाम् आगच्छन्ति ता एव अभ्यागताः, ते एव अभ्यागताः इति. अस्तु अस्तु. अतिथिः इत्यस्यपि तिथिं वासरं किमपि दृष्ट्वा आगच्छन्ति, अतः अतिथिः इति. अत्र अभ्यागतां सहसा अकस्मात् सा एव आगता अजगरस्य समीपे. साधारणतया अजगरः सर्वदा एकस्मिन् स्थले एव भवति, परन्तु आहारः पार्श्वे एव भवति चेत् ग्रसते. अस्तु. सा ग्रस्यमना ग्राहिणी नात्मानं शोचति. नात्मानं शोचति. क्षम्यतां, न ऐ थिङ्क् सा ग्रास्यमाणा ग्राहेण शोकेन च परिप्लुता नात्मानं शोचति तथा यथा शाचति नैषधं शोचति एव अत्र शोचति नैषधं हा नाथमामिह वने ग्रस्यमानामनात्तवत् मनात्तवत् मनात्तवत् अनाथवत् अनाथवत् अनाथवत् ग्राहेणानेन विजने किमर्थं नानुधावसि कथं भविष्यसि पुनर्माम् अनुस्मृत्य नैषद कथं भवान् जगामाद्य मामुत्सृज्य वने प्रभो. इतोपि एकं द्वयं वा पापान्मुक्तं पुनर्लब्ध्वा बुद्धिं चेतो धनानि च श्रान्तस्य ते क्षुधार्तस्य परिग्लानस्य नैषद. तत्र पापान् मुक्तः पुनर्लब्ध्वा बुद्धिं चेतो धनानि च श्रान्तस्य ते क्षुधार्तस्य परिग्लानस्य नैषध. इतोपि एक पङ्क्तिः, कः श्रमं तदपि कः श्रमं कः श्रमं राजन् राजन् शार्दूल नाशयिष्यति ते नघ. ओ तथैव तथा तावदेव अस्तु. सा ग्रस्यमाना ग्राहेण शोकेन च परिप्लुता न आत्मानं शोचति तथा यथा शोचति नैषधम् सा यथा नैषधं शोचति तथा आत्मानं न शोचति. स्वस्य विषये तस्याः शोकः नास्ति, नैषधः नलः कथं भवेत् इति तस्य विषये एव दमयन्त्याः शोकः. हा नाथ मामिह वने ग्रस्यमाना मानाम् अनाथवत् ग्राहेण अनेन विजने किमर्थं न अनुधावसि. तत्र पर्यायरूपेण वदति चेत् विजने अनेन ग्राहेण इह वने विजने वने अनाथवत् माम् इह ग्रस्यमानाम् अमाम् अनेन ग्राहेण ग्रस्यमानां मां किमर्थं न अनुधावति रक्षितुम् इति अर्थः भवति. कथं भविष्यसि पुनः माम् अनुस्मृत्य नैषद हे नैषद कथं भविष्यसि पुनः माम् अनुसृत्य कथं भवान् जगाम अद्य माम् उत्सृज्य वने प्रभो, हे प्रभो कथं माम् उत्सृज्य तादृशः भवान् माम् उत्सृज्य किमर्थं गतवान् इति. पापान् मुक्तं मुक्तः पापान् मुक्तः पुनर् लब्ध लब्ध्वा बुद्धिं चेतः धनानि च श्रान्तस्य ते क्षुधार्तस्य क्षुधार्तस्य परिग्लानस्य नैषद इतोपि कः श्रमं राजन् शार्दूल राजशार्दूल अत्र राजशार्दूल नाशिष्यति ते नग ते अनघ इति ते अनघ ते अनघ यदि पुनः पापात् मुक्तः भूत्वा पुनः भवतः इदानीं चेतः अपि पुनर्लब्धवान् इति भवति, तत्र तस्य मनः अपि तस्य वशे नास्ति इति, अतः एव भिन्नभिन्नविषयं चिन्तयति सः. अनन्तरं धनानि बुद्धिं सर्वं पुनः लब्ध्वा तदा तस्मिन् समये यदि भवान् श्रान्तः भूत्वा क्षुधार्तः भूत्वा एवं किञ्चित् श्रान्तः भवति चेत् यः कः तादृशं भ्रमं भवतः श्रमं कः नाशयिष्यति, ते श्रमं कः नाशयिष्यति इति. अहं नास्मि अहं नास्मि चेत् इति. ततः कश्चिन् मृगव्याधो विचरन् गहने वने आक्रन्दमानां संश्रुत्य जवेनाभिससारः तान् तु दृष्ट्वा तथाग्रस्ताम् उरगेणायते क्षणाम् त्वरमाणो मृगव्याधः समभिक्रम्य वेगतः मुखतः पाटयामास शस्त्रेण निशितेन च निर्विचेष्टं भुजङ्गं त्वं विषस्य मृगजीवनः मोक्षयित्वा सतां व्याधः प्रक्षाल्य सलिलेन समाश्वास्य कृताहाराम् अथ प्रच्छ भारत. तावत् किल इतोपि इतोपि कस्य त्वं मृगशावाक्षि कथं चाभ्यागता वनं कथञ्चेदं महत्कृच्छ्रं प्राप्तवत्स्यसि भाविनि. सो तर्हि ततः कश्चित् मृगव्याधः तत्र गहने वने विचरन् आसीत्, सः ताम् आक्रान्दमानां संश्रुत्य जवेन वेगेन सः अभिससार नाम पुरतः आगतः. तां तु तथा दृष्ट्वा कीदृशीं तां ग्रस्तां तां केन उरगेण एवं ग्रस्तां तां दृष्ट्वा आयतेक्षणां तां नाम विशाले विशालाक्षीं तां दृष्ट्वा त्वरमाणः सः मृगव्याधः समभिक्रम्य वेगतः तत्र समभिक्रम्य आगत्य मुखतः पाठयामास नाम विदारितवान् शस्त्रेण उचितेन शस्त्रेण च सः पाठयामास भिन्नवान् भिन्नवान् भिन्नवान् निर्विचेष्टं भुजङ्गं तं नाम सर्पं तं निर्विचेष्टं तं विषस्य मृगजीविनः हत्वा मृगजीविनः नाम व्याधः व्याधः सत मृगाणां मृगया अथवा मृगाणां मारणमेव खलु मारणेन तस्य जीवनं भवति सः मृगजीवनं सभुजङ्गं तं विषस्य मारयित्वा मोक्षयित्वा नाम तं अथवा तां मोक्षयित्वा सः तां मोक्षयित्वा व्याधः प्रक्षाल सलीलेन जलेन तां प्रक्षाल्य समाश्वास्य पुनः कृताहारं कृत्वा इति इत्युक्ते किञ्चित् खादितुं किञ्चित् आहारं दत्त्वा इति दत्त्वा सः पप्रच्छ नाम पृष्टवान् विषयं पृष्टवान् किं पृच्छति कस्य त्वं मृगशावाक्षी हे मृगशावाक्षी कस्य त्वम् असि कथं च वनम् अभ्यागता त्वं कथं च इदं महत्कृष्टं महत्कृच्छ्रं नाम क्लेशम् अथवा अपाययुक्त क्लेशं प्राप्तवती इति. प्राप्तवती असि हे भाविनी इति. सर्वेषां पर्यायः जातः. पुनः आरम्भं कुरु. आरम्भं करोमि. तत्र मृगशावाक्षी इति पदं सम्यक् अस्ति. तत्र मृगशावाक्षम् इत्युक्ते मृगस्य शावकः इति, तस्य नेत्रं नेत्रे तादृश अधिक चाञ्चल्यं भवति. मृगे तावत् चाञ्चल्यं न, परन्तु मृगशावकानां कृते चाञ्चल्यम् अधिकं. सर्वदा बहु भीताः भवन्ति पदे पदे. अस्माकं गृहे प्रायः वसन्तकालः भवति चेत् पृष्ठतः घासप्रदेशे बहवः हरिणाः आगच्छन्ति, इतस्ततः गच्छन्ति. तत्र परिवारः एव अस्ति, तत्र शावकाः अपि सन्ति, ज्येष्ठाः अपि सन्ति. तथा तथा तत्रापि तथा एव मन्दं मन्दं गच्छन्ति ज्येष्ठाः. अतः परिसरं सम्यक् अवधानेन दृष्ट्वा दृष्ट्वा गच्छन्ति. तेषां पृष्ठतः शावकाः ये आगच्छन्ति सर्वदा चाञ्चल्येन धावन्ति, अनन्तरम् उत्पतन्ति. तथा एव तेषां क्रीडाः भवन्ति, बहु सम्यक् भवति. आतपदिनेषु अपि तथा एव बहवः भवन्ति. पठामि वा. दमयन्ती तथा तेन तेन पृच्छ्यमाना विशाम्पते सर्वमेतद्यथा वृत्तम् भारत ताम् अर्धवस्त्रसंवीतं संवीतां पीनश्रोणीपयोधरां सुकुमारानवध्याङ्गीं पूर्णचन्द्रनिभाननाम् अरालपक्ष्मणनयनां तथा मधुरभाषिणी लक्षयित्वा मृगव्याधः कामस्य वशमी इवान् तामेव श्लक्ष्णया वाचा लुब्धको मृदुपूर्वया सान्त्वयामास कामार्तः तदबुध्यत भाविनी दमयन्त्यपि तं दुष्टम् उपलभ्य पतिव्रता तीव्ररोषसमाविष्टा प्रजज्वालेव मन्युना. तावत्पर्यन्तम्. तर्हि सर्वमेतद् यथावृत्तं सा तु उक्त्वा अस्य उक्त्वा अत्र चचक्षे आचचक्षे इति उक्तवती. ताम् अधुना अर्धवस्त्र यत् उक्त तत्र सा संहिता अस्ति. पीणश्रोणिपयोधरा अत्र पी तत्र पीण किम् अस्ति आम् गगनप्रदेशः वक्षस्थलं सर्वत्र सा इदानीमपि युवती खलु तथा अस्ति. अस्ति सुकुमारी अस्ति, अनवध्याङ्गी अस्ति, पूर्णचन्द्रनि तस्य मुखं तु पूर्णचन्द्रमिव अस्ति. सा अधुना अरालपक्ष्मनयनां तत् तत्र अरालपक्ष्म पक्ष्म इत्युक्ते पुनः नेत्ररोमाणि सन्ति खलु. ओ अरालपक्ष्माणि पक्ष्म पक्ष् न पक्ष्म नेत्र नय नयनयोः उपरि लाशस् सन्ति खलु केश रोमाणि पक्ष्म. अराल इत्युक्ते किञ्चिदिव वक्रता भवति, ऋजु एवं न भवति. इदानीं साधारणतया कृतकतया कुर्वन्ति खलु कुर्वन्ति मधुरभाषिणीं लक्षयि तत्र काम भूत्वा मृगव्याधः तु वशमीवान् यत्र वशं कर्तुं तामस्य वशं गतः इति तामस्य वशं गतः तामेव श्लक्ष्णया वाचा तथैव तत्र तत्र तत्र किम् अस्ति ताम् एव कपटवाचा सः श्लक्ष्णया न न न कपटं न श्लक्ष्णा श्लक्ष्णा इत्युक्ते मृदु मृदु मृदुवाक्यैः एतः यतः वशम् आनेतुं खलु सः प्रयत्नं करोति अतः श्लक्ष्णया मृदुवाच वचनैः इति स तु कामार्थः सः सान्त्वयामास तद् अबुद्भाविनी तु तद् अबुध्यत सा अवगतवती दमयन्ती अपि तं दुष्टम् उपलभ्य पतिव्रत उपलभ्य अधुना उपलभ्य सा किं कृतवती तीव्ररोषम् आविष्टा जाता तत्र क्रोधः तस्याः उत्पन्नः प्रज्वला इव मन्युना मन्युना प्रज्वला इव सा जाता ओ प्रज्वला तीव्ररोषसमाविष्टा सा मन्युना प्रज्वाला उत्तमम् इव जाता इति अग्रे कस्य क्रमः अस्ति हरिमहोदयस्य क्रमः अस्तु मन्युना सतु पापमतिः क्षुद्रः प्रदर्शयितु मातुरः दुर्धर्षां तर्कयामास दीप्ताम् अग्निशिखामिव दमयन्ती तु दुःखार्ता परित्यज्य विनाकृता पतिराज्यविनाकृता अतीतवाक्पथे काले शशापैनं रुषान्विता यद्यहं नैषधादन्यं मनसापि न चिन्तये तथायं पततां क्षुद्रो परासुर्मृगजीवनः उक्तमात्रे तु वचने तथा स मृगजीवनः व्यसुः पपात मेदिन्यामग्निदग्ध इव द्रुमः शशाप स तु पापमतिः क्षुद्रः प्रदर्शयितुम् आतुरः प्रदर्शयितुं नाम प्रघर्षयितुं खलु ताम् अपकर तत्र प्रदर्शयितुम् इत्युक्ते अटाक् कर्तुम् इति आक्रमणं कर्तुम् इति प्रदर्शयितुम् आतुरः दुर्धर्षां दुर्धर्षां दुष्करेण इति दुर्धर्ष इत्युक्ते प्रदर्श इत्यस्य दुर्धर्ष न शक्यते इति तां प्रदर्शयितुं सः आतुरः अभवत् पापमतिः परन्तु सा दुर्धर्ष आसीत् दीप्ताम् दुर्धर्षां दीप् अग्निशिखामिव दीप्तां तर्कयामास तथा अस्ति इति अवगतवान् सः दीप्ताम् अग्निशिखामिव दीप्ताम् इयम् एषा एतादृशी अस्ति इति चिन्तयामास दमयन्ती तु दुःखार्ता दुःखेन पीडिता पतिराज्यविनाकृता पतिं विना अस्ति राज्यं विना कृता अस्ति खलु इदानीं सा तादृशी दुःखार्ता अतीतवाक्पथे काले शशाप एनं रुषान्वित रुट् कोपः तेन अन्विता युक्ता शशाप शापं दत्तवती तस्मिन् काले अतीतवाक्पथे नाम अत्र अतीतवाक्पथे इत्यस्य न शक्यते वाक् वाचा चयनमार्गेण वा तं वारयितुं प्रायः क्लेशः भवति इति चिन्तयामि पश्यतु टीकायाम् अतीतवाक्ये वाचापि अनिवार्य तदेव केवलं वचनैः तां वारयितुं वारयितुं न शक्ता अतः एव काले शशाप वृषान्विता भूत्वा काले शशाप तस्य वचनानन्तरम् इति खलु तत्र साधारणतया एवं पतिव्रता स्त्रियः वा ऋषयः वा भवन्तु साधवः वा भवन्तु तेषां बहु शक्तिः भवति, तेषां पतिव्रता पातिव्रत्यस्य कारणेन अधिकशक्तिः इति वाक्षु. तपस्विनामपि तथा एव, तेषां शापः सर्वदा सफलः एव भवति. अतः यावत् शक्यं तावत् कोपस्य नियन्त्रणं कुर्वन्ति ते एते सर्वे. अतः एव अतीतवाक्पथे केवलं वाग्भिः तं निवारयितुं न शक्तवती, यतः ततोपि अतीतः अस्ति सः इति कारणेन शशाप शान्तः अनिवार्यतया करोति इति. एतवाक्पथे तर्हि चतुर्थी विभक्तिः पथ इति भवति. कुत्र चतुर्थी विभक्तिः? अतीतवाक्पथे तस्मै शशाप इति खलु. काले अतीतवाक्पथे काले काले वा, अस्तु सम्यक् काले काले सम्यक् सम्यक्. अतीतवाक्पथे काले शशाप एनं रुषान्विता कोपयुक्ता, यदि अहं निषादाद् अन्यं मनसा अपि न चिन्तये, यदि एषा स्थितिः अस्ति तथा अयं पततां लोक क्षुद्रः परासु क्षुद्रः मृगजीवनः पराशुः मृगजीवनः भूत्वा, न परा असुः, असुः इति प्राणान् त्यक्त्वा प्राणः पततां त्यक्तजीवनः भवेत्, त्यक्तप्राणः मृगजीवनः. भवेत्, क्षुद्रः पततां पत पततां इति शापः लोट लोट्लकारे पत आत्मनेपद पदौ अस्ति किं? पतति इति परस्मैपदी खलु, पततां पततां इति अस्ति खलु, पतन्तु अयं पततात् पततु पततां पतन्तु पततु पततात् पततां पतन्तु एवं पतन्तु इति भवति, एवं चतुर्थी न पततु इति भवति. प्रायः आत्मनेपदी रूपमेव भवतु इति मन्ये. पततां न, पतेतां अत्र पक्षप्रे आत्मनेपदी रूपं स्वीकृतं, तत् स्वीकृतं किन्तु अस्ति नास्ति वा अथवा आर्षप्रयोगः अस्ति? आशप्रयोगः इति चिन्तनीयं, पततु आर्षप्रयोगः इत्येव भवति. पततु. पततामिति इति आत्मनेपदी नास्ति. उक्तमात्रे तु वचने तथा स मृगजीवनः यस्मिन् समये सा उक्तवती, एवं व्यासुः विगतः व्यसुः व्यसुः व्यसुः विगतः असून् असुः असून् त्यक्त्वा इति व्यसुः, असुन् अथवा विगताः असवः यस्य विगतप्राणः सः. पपात पतितवान् मेदिन्याम् अग्निदग्धः इव द्रुमः, यथा वृक्षः अग्निदग्धो भवति अग्निना दग्धः, तथा अयम् अपि मेदिनी भूमौ पपात पतितवान्. अग्रिकस्य क्रमः अस्ति. इदानीं ये आगताः अत्र सर्वेषां पर्यायः अद्य सम्पूर्णः वा? आम् आम् केनापि महोदय. अस्तु, पुनः अधिक अन्य अग्रिमं वृत्तम् एकं पठामः. शान्ति भगिनी भवत्याः क्रमः. अस्तु. बृहदश्व उवाच, सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा वनं प्रति भयं शून्यं झिल्लिकागणनादितं सिंहद्वीपरुरुव्याघ्रमहिष द्वीपी विषर्क्षगणैर् सिंहद्वीपी द्वीपि उरुव्याघ्रम् सिंहद्वीपिरुरुव्याघ्रमहिषर्क्षगणैर्युतं नानापक्षिगणाकीर्णं म्लेच्छतस्करसेवितं शालवेणुधवाश्वत्थ शालवेणुधवाश्वत्थतिन्दुकेङ्गद केङ्गुदकिं शुकैः अर्जुनारिष्ठसञ्छन्नं स्यन्दनैश्च सशाल्मलैः जम्बुवृक्षः आम्रवृक्षः जम्वाम्रलोघ्रखदिरसालवैत्रसमाकुलं रोध्र पद्मकामलकप्लक्षकदम्बोदुम्बरावृतं बदरीबिल्वसञ्छन्नं न्यग्रोधैश्च समाकुलम्. ओ क्षम्यताम्, इतोपि अधिकं पठितवती या? न न, समाकुलं प्रियालतालखर्जूरहरीतकिभि हरीतकिभीतकैः अतः वनमृगाः, अनन्तरं वृक्षाः वृक्षसमूहः, एवं सर्वमस्ति. सा मृगव्याधं निहत्य अग्रे सा गतवती वनं प्रति शून्यं प्रतिभयं वनं झिल्लिकागणनाधितं वनं चिल्लिका इत्युक्ते वयं क्रिकेट् वदामः खलु क्रिकेट् क्रिकेट् इति शब्द बहु अस्माकं श्रवणस्य नाशं करोति आमां सिंहद्वीपि रुरुव्याघ्र महर्षि महिषर्क्षण गणैर्युतं तत्र तत्र द्वीपि प्रति महोदय प्रतिभयम् इत्युक्ते किम् किमिति प्रतिभयम् इति अस्ति प्रथमे श्लोके वनं प्रतिभयम् इति प्रतिभयं वनम् इति वा शून्यं प्रतिभयं वनम् इति तस्य अर्थः कः इति अधिकं तत्र फार्मिडबल् फियर्फुल् इति अत्र दत्तम् अस्ति इत्युक्ते भयङ्करं वनं भयङ्करम् इत्येव भवति प्रायः अस्तु अस्तु तत्र सिंह द्वीपि इत्युक्ते हस्तिः द्वीपिः इत्युक्ते व्याघ्रः व्याघ्र लेपर्ड् ओ लेपर्ड् वा अस्तु द्वीपि इत्युक्ते लेपर्ड् व्याघ्रः अस्ति आगच्छति व्याघ्रः अग्रे अस्ति रुरुः इति मृगः मृगः डियर् तदेव व्याघ्र महिष वृक्षगणैर्युतम् इत्युक्ते तत्र महिषः वृक्षः इत्युक्ते नानापक्षिगणाकीर्णम् नानापक्षिभिः आकीर्णं म्लेच्छतस्करसेवितं म्लेच्छाः अन्य अन्ये अन्ये मृगः तथा तस्कराः अपि म्लेच्छतस्करसेवितं शालवेणुधवाश्व इङ्गुद इति सर्वत्र आगच्छति रामायणे अनेकेषु स्थलेषु वयं पठितवन्तः इङ्गुद अस्ति जानामि तिन्दुक इति न जानामि तत् अधिकं न श्रुतं परन्तु इन्दुक प्रायः पश्यामि एकवारं टीकायां तस्मिन् विषये कोऽपि अस्ति किम् ओ तत्र फ्रूट् कैण्ड् आफ् रेसिन् यूस्ड् एस् पिच् ओके तिन्दुकी इति कैण्ड् आफ् रेसिन् भगिनि न न न तिन्दुक इङ्गुद तिन्दुक इन्दुक तिन्दुक कैण्ड् आफ् एबोनी कैण्ड् आफ् रेसिन् इति दत्तम् ओ एवं इङ्गुद किंशुकैः अर्जुन अर्जुनारिष्ट अर्जुनारिष्ट सञ्छन्नं स्यन्दनैश्च शाल्मलैः स्यन्दनैश्च इत्युक्ते तत्र शाल्मलीवृक्षस्य वा तत्र अनेकेषु वृक्षेषु साप्स् भवन्ति खलु द्रवम् आगच्छति तदेव स्यन्दनैः तथा स्यन्दति इति कारणात् तेषां स्यन्दनम् इति वदन्ति स्यन्दनैश्च अनन्तरं जम्बु आम्र लोध्र लोध्र वृक्षः अस्ति रसाल रसाल इत्युक्ते पुनः आम्रवृक्षमेव कदीरसाल कदीरसाल सालवेत्र समाकुलं वेत्र इत्युक्ते वेत्र इत्युक्ते बेम्बू न केन् केन् इति केन् केन् केन् भिन्न समाकुलं पद्मक आमलक प्लक्ष फैकस् वन् टैप् आफ् फैकस् भवति कदम्ब उदुम्बर उदुम्बर आवृतम् उदुम्बर आवृतं बदरी बिल्वसञ्छन्नं बदरीवृक्षैः बिल्ववृक्षैः सञ्छन्नं न्यग्रोधैश्च समाकुलं पटवृक्षः न्यग्रोधः प्रियाल ताल खर्जूर हरीतकी बिभीतकैः अपि समाकुलं हरीतकः किम् हरीतकी इत्युक्ते मैरोबलान् ट्री मेलाग्जेटिव् अस्ति कडुकै इति वदामः खलु तमिळ् भाषायां तादृश औषधानिनां समूहः इति मन्ये नाना धातु अनन्तरं प्रियाल ताल खर्जूर हरीतकि बिभीतकैः, वनस्य वर्णनं बहु यथा रामायणे अस्ति तथा बहु विस्तारेण दत्तम्। साधारणतया महाभारते तावन्ति न भवन्ति, यथा रामायणे सन्ति तावन्ति न, परन्तुपि अत्र सम्यक् अस्ति अत्र। सन्ध्या भगिनी भवति निकुञ्ज निकुञ्जान् परिसङ्घुष्टान् सङ्घुष्टान् नानाधातुशतैर्नद्धान् विविधानपि चाचलान् निकुञ्जान् परिसङ्घुष्टान् दरीश्चाद्भुतदर्शनाः नदीस्सरांसि वापीश्च विविधांश्च मृगद्विजान् सा बहून् भीमरूपांश्च पिशाचोरगराक्षसान् पल्वलानि तडागानि गिरिकूटानि सर्वशः सरितो निर्झराश्चैव ददर्शाभूतदर्शनान् ददर्शाद्भुतदर्शनान् यूथशोधदृशे चात्र विदर्भाधिपनन्दिनी महिषांश्च वराहांश्च वृक्षांश्च वनपन्नगान् तेजसा यशसा लक्ष्म्या स्थित्या च पुरया युता परया युता वैदर्भीं विचरत्येका नलमन्वेषति तदा वैदर्भी एव खलु वैदर्भीं न वैदर्भी विचरत्येका नलमन्वेषति तदा। अस्तु अग्रे इतोपि नानाधातुशतैः नद्धान् नद्धान् विविधान् अपि च अचलान् अत्र इत्युक्ते पर्वतान् इति पर्वते बहवः धातवः भवन्ति, धातवः भिन्नभिन्न शिलाः भवन्ति खलु, तत् मूलतया ता एव धातुः धातवः। निकुञ्जान् परिसङ्घुष्टान् दरीः च अद्भुतदर्शनाः, तर्हि निकुञ्जान् परिसङ्घुष्टान् इति च लता लटा समूहः निकुञ्जा इति। अस्तु तर्हि परिसङ्घुष्टान् निकुञ्जान् लतासमूहान् दृष्टवती, इत्युक्ते परिसङ्घुष्टाः इत्युक्ते तत्र सर्वत्र आवृतम् इति, तान् तान् निकुञ्जान् अपि च अद्भुतदर्शनाः दरीः अपि दृष्टवती। अत्र दरीः इत्युक्ते वेलीस् इत्येव, दरीः इत्युक्ते वेलीस् अत्र न तत्र जलं भवति खलु धारावाहि, तादृशदरीः अथवा कन्दराः इत्यपि, होल् इन् द ग्रौण्ड् इति, कन्दराणि होल् इन् द ग्रौण्ड् इति, केव् अथवा केव् गुहा, नदीः सरांसि वापीः च विविधान् च मृगद्विजान् सा बहून् भीमरूपान् च पिशाचोरगरक्षसान् पल्वलानि तडागानि गिरिकूटानि गिरीणां समूहानि समूहान् गिरिकूटानि सर्वशः सरितः निर्झराः च एव ददर्श अद्भुतदर्शनान्। एतत्तु स्पष्टमेव, यूथशः ददृशे च अत्र विदर्भाधिपनन्दिनी महिषांश्च वराहांश्च वृक्षांश्च वनपन्नगान्, तर्हि एते सर्वे यूथेषु समूहेषु गजाः वनगजाः तथा वा, यूथः इत्युक्ते अत्र तर्हि समूह एते सर्वे समूहेषु आसन् महिषाः अपि च एते सर्वे अपि तान् तान् दृष्टवती तेजसा यशसा लक्ष्म्या स्थित्या च परया युता वैदर्भी, तर्हि वैदर्भी परया तेजस न क्षम्यताम् तेजसा यशसा परया स्थित्या लक्ष्म्या युता अधिकतया इति श्रेष्ठः इति, तर्हि अधिकतया युता वैदर्भी किं तर्हि नलमन्वेषति विचरति एक परया तेजसा यशसा लक्ष्म्या स्थित्या युता इति भवति। तेजसा परया इति न भवति खलु, तर्हि परया लक्ष्म्या परया स्थिता इति सर्वत्र स्थित्या अन्वेति, अन्वेति सर्वत्र परा परया कृपया तव इति श्लोकेषु आगच्छन्ति खलु, इत्युक्तम् अत्यन्तं कृपया इति अर्थः अत्र, तेजसा यशसा सर्वेषाम् अपि आधिक्यम् इति. अस्तु तर्हि, अस्तु तर्हि तादृशी वैदर्भी नलमन्वेषति एका विचरति तदा इति. अत्र विरमामः वा? इतोपि एकादशश्लोकाः सन्ति, समयः अधिकः भवति इति मन्ये. बहु सङ्ग्रहेण वदति चेत् पर्याप्तं चेत् पठामः, विरमामः महोदय. विरमामः. ममापि किञ्चित् श्रान्तता अस्ति, विरमामः. अग्रिमसप्ताहे कथमपि गता, यदा यदा अध्यायाः ह्रस्वाः भवन्ति अग्रे अग्रे गन्तव्यमेव, अत्र कोऽपि क्लेशः नास्ति. शान्तिमन्त्रं वदामि. ॐ सर्वे सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्तिः शान्तिः शान्तिः.